गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। अस्तु, इदानीं विद्याधरी इति पुस्तकं वयं पठन् सन्तः। तत्र गन्धवती पृथिवी, पृथिव्याः लक्षणं, तत्र लक्षणग्रन्थे वयं स्मः। गन्धवती पृथिवी इति उपशीर्षकम् आसीत्। तत्र गन्धवती पृथिवी, गन्धवत्वं पृथिव्याः लक्षणम् इति अनयोः मध्ये कः भेदः इति उपशीर्षकम् आसीत्। ततः अत्र करपत्रे विशेषणं विशेष्यम् इति करपत्रे वयं स्मः। तत्र अन्तिमभागः अस्ति, धनं धनवत्वं च इति भागः अस्ति, तस्मात् पठनीयम्। एतावत्पर्यन्तम् अस्माभिः किम् अधीतम् इत्युक्ते, तत्र विशेषणम् इत्युक्ते किं, विशेष्यम् इत्युक्ते किं, विशेषणस्य कार्यं किम्, अपि च गुणवाचकशब्दाः तेषां त्रैविध्यम् इति अर्थस्य परिवर्तनम्। इदानीं तत्र एकं पदं स्वीकृत्य तत्र मतुप्रत्ययस्य योजनेन किं भवति, पुनः तस्य त्वप्रत्ययस्य योजनेन अर्थस्य परिवर्तनं कथं भवति इति अस्माभिः दृष्टम्। अपि च समानाधिकरणम् असमानाधिकरणम् इत्यस्मिन् विषये अपि अस्माभिः अधीतं। तत्र अपि च विशेषणविधयः, तत्र पञ्चविधय पञ्चविधविशेषणानि भवितुमर्हति इति एतावत्पर्यन्तम् अस्माभिः दृष्टम्। इदानीं तत्र धनं धनवत्वम् इति आरभ्य पठनीयम्। मध्ये भानुचैतन्यमहोदय अपि च शिवराम महोदय अपि आगतवन्तः, स्वागतम्। हरि ओं महोदय, नमस्कारः, शुभोदय। नमस्कारः महोदय। महोदय, इदानीम् अहं शृणोमि। अस्तु, अद्य पठितुं शक्यते वा? यदा शक्यते तदा वदतु कृपया, तदनन्तरम् आह्वयामि महोदय पठनार्थं। हरि ओम्। अस्तु, धनं धनवत्वं च इति आरभ्य इदानीं करपत्रे स्मः। विद्याभगिनी, भवती आरब्धुमिच्छति वा धनं धनवत्वं च इति? अस्तु, धनं धनवत्वं च। अधुना धनवत्वं, धनं, धनवान् इति शब्दः अस्ति। यथा वृक्षशब्दस्य विशेषणं किं, वृक्षत्वं। वृक्षशब्दस्य वदनेन वृक्षपदार्थः, वृक्षत्वं, तयोः सम्बन्धः च, एतत् सर्वं पदार्थत्रयं ज्ञायते। अधुना धनवान्, धनवान् इति शब्दः अस्ति इति चिन्तयतु। धनम् इति शब्देन धनवान् इति शब्दः निष्पन्नः। धनम् अस्मिन् अस्ति धनवान् इति। धनवान् कः? कश्चन पुरुषः। धनवान् इति शब्देन अपि पदार्थत्रयं बोध्यते। किम् इति चेत्, प्रथमपदार्थः धनवान् एव, नाम धनं यस्य यस्मिन् अस्ति सः, तस्मिन् पुरुषे विशेषत्वेन यत् अस्ति सोऽपि पदार्थः बोध्यते। स पदार्थः कः? धनवान्, धनम् एव। वृक्षविषये अस्माभिः विशेषणं वृक्षत्वम् इति स्वीकृतम्। अत्र धनवान् यः अस्ति तस्मिन् विद्यमानः धर्मः कः इत्युक्ते, अन्यत् किमपि अस्माभिः स्वीकरणीयं नास्ति। धनवान् यः अस्ति तस्मिन् विद्यमानं विशेषणं धनम् एव। कथनस्य आशयः एवं यत् धनम् अपि कश्चन धर्मः भवति। तर्हि धनवान् इति शब्देन के त्रयः पदार्थाः बोध्यन्ते इत्युक्ते, धनं, धनं यस्मिन् अस्ति तादृशपुरुषः, तयोर्मध्ये विद्यमानः संयोगसम्बन्धः, एते त्रयः अंशाः ज्ञायन्ते। तर्हि अत्र धनम् अपि च धनवत्वम्, अत्र धनम् इति पदम् अस्ति। धनम् इति पदं, पदस्य अनन्तरं मतुप्रत्यये योजयामः चेत् तत्र धनवान् इति रूपं भवति। यत्र मतुप्रत्यये योजयामः तत्र आश्रयं सूचयति अथवा अधिकरणं सूचयति। धनवान् इति धनवत् इति प्रातिपदिकं, धनवत् इति प्रातिपदिकं, पुल्लिङ्गे धनवान्, स्त्रीलिङ्गे धनवती, नपुंसकलिङ्गे धनवत्। तर्हि अत्र धनवान् इति, धनवान् इति मतुप्रत्ययं योजयित्वा धनवान् इत्यस्य अर्थः कः इति चेत्, धनं यस्य अथवा यस्मिन् अस्ति तादृश कश्चनः इति धनवान् इति शब्दः अस्ति. अत्र पूर्वं वयं दृष्टवन्तः वृक्षशब्दः इति वृक्षः इति शब्दः स्वीकुर्मः चेत् वृक्षः इति पदार्थः अस्ति. वृक्षे वृक्षत्वम् इति साधारणधर्मः अस्ति. वृक्षत्वम् एकं विशेषणमस्ति, वृक्षे विद्यमानः विशेषणम्. अपि च वृक्षत्वम् अपि च वृक्षे द्वयोर्मध्ये सम्बन्धः अस्ति. वृक्षत्वम् इति जातिः अस्ति, अपि च वृक्षः इति व्यक्तिः अस्ति. जातिव्यक्तियोर्मध्ये समवायसम्बन्धः अपि अस्ति. तर्हि अत्र वृक्षः इति शब्दं स्वीकुर्मः चेत् तत्र वृक्षपदार्थः, वृक्षत्वं, तयोर्मध्ये विद्यमानः समवायसम्बन्धः सर्वं ज्ञायते. अत्र पुनः अत्र धनवान् इति शब्दः अस्ति. तर्हि धनवान् इति शब्दं स्वीकुर्मः चेत् तत्र किं ज्ञायते इति चेत् तत्र धनवान् इत्युक्ते धनं यस्य अथवा यस्मिन् अस्ति तादृश कश्चन पुरुषः. तर्हि पुरुषस्य विषयः अस्ति. अनन्तरं पुरुषे विद्यमानः धर्मः. अत्र धर्मः कः इति चेत् धनम् एव अत्र धर्मः, अन्यत् किमपि नास्ति. यतोहि धनं यस्य यस्मिन् अस्ति अतः धनमेव धर्मः. धनम् एव अत्र विशेषणमस्ति, पुरुषस्य विशेषणं धनम्. अत्र धनम् अपि च पुरुषः द्वयोर्मध्ये सम्बन्धः कः, कीदृशसम्बन्धः इति चेत् धनमपि द्रव्यम्. अत्र द्रव्ययोर् पुरुषः अपि द्रव्यं, द्रव्ययोर्मध्ये अत्र संयोगसम्बन्धः अस्ति. अतः अत्र त्रयः विषयाः सन्ति. अत्र धनवान् इति शब्देन त्रयः पदार्थाः बोध्यन्ते. एकमस्ति धनम्, अनन्तरं धनं यस्मिन् अस्ति तादृशपुरुषः, अपि च तयोर्मध्ये विद्यमानः संयोगसम्बन्धः. एते त्रयः अंशाः वयं ज्ञातुं शक्नुमः. सम्यक्. हा, अत्र इदानीं तत्र मतुप्रत्ययस्य प्रयोजनं तु अस्य अस्ति अस्मिन् वा इति तादृशप्रयोगः कर्तुम् अर्हति. किन्तु अत्र तु अस्मिन् अस्ति इति अर्थेन एव अत्र एतावत्पर्यन्तं तावदेव उक्तमस्ति. अस्मिन् अस्ति इत्यर्थे एव मतुप्रत्ययः उपयुक्तः अस्ति अत्र इति एकं. द्वितीयं तु इदानीं तत्र सामान्य लोके वृक्षः नो चेत् वृक्षः इति वदामश्चेत् तत्र कः बोधः जायते, यः पदार्थः अस्माकं पुरतः अस्ति, यस्य स्प्रष्टुं शक्यते, द्रष्टुं शक्यते अस्माभिः, तादृश कश्चन पदार्थः इत्येव बोधः जायते. किन्तु इदानीं वयं सामान्यजनाः नास्ति, वयं नैयायिकाः इति कृत्वा वृक्षः इति वदामश्चेत् तत्र केवलं वृक्षः इति कश्चन पदार्थः इत्येव अस्माभिः बोध्यम् इति नास्ति. तत्र वृक्षत्वम् इति जातिः समवायसम्बन्धेन वृक्षः इति द्रव्ये अस्ति इति तादृशबोधः जायेत इतः परम् इति मुख्यवार्ता अस्ति अत्र. सामान्यजनाः किं वदन्ति, तत्र वृक्षः इति वदनेन केवलम् अस्माकं पुरतः इह पदार्थः अस्ति, तदेव तेषाम् अवगमने अस्ति. किन्तु यदा वयं नैयायिकानां लोके अन्तर्भूताः भवन्ति तत्र वृक्षः इति वदनेन इतोपि किञ्चित् अधिकं ज्ञानम् अपेक्षितम् अस्ति. किम् इत्युक्ते वृक्षत्वम् इति जातिः समवायसम्बन्धेन वृक्षः इति द्रव्ये अस्ति इति त्रयाणां पदार्थानां बोधः अपि जायेत इति अस्ति. धन्यवादः भगिनि. इदानीं तत्र विजी महोदय, अत्र अस्मिन् सन्दर्भे धनवान् इति तत्र यस्मिन् इति एव अस्मिन् इति एव अर्थः, न तु अस्य इति उक्तं. परन्तु मम धनम् अस्ति इति अपि वक्तुं शक्नुमः खलु. अत्र यस्य मतुप्रत्ययस्य तत्र प्रयोजनद्वैविध्यम् अस्ति. अस्य इत्यस्मिन् अर्थे अपि च अस्मिन् इत्यपि इत्यस्मिन् अर्थे अपि प्रयोक्तुं शक्यते. किन्तु एतावत्पर्यन्तम् अस्य इति प्रयोगं स्वीकृत्य करपत्रे किमपि न उक्तम्. अत्र पश्यतु, द्वितीयपङ्क्तौ तत्र धनम् इति शब्देन धनवान् इति शब्दः निष्पन्नः. धनम् अस्मिन् अस्ति धनवान् इति एव दत्तम्. अस्य अस्ति अस्मिन् तत्र अग्रे आयास्यति तत् अतः अत्र अत्र अधिकरणं सूचनार्थम् अस्मिन् इति एव दत्तमस्ति सत्यं सत्यम् अस्तु इदानीं तत्र अस्य इति स्वीकुर्मश्चेत् तत्र आधारादेयभावः न भवति यत्र अस्मिन् इति अर्थम् अर्थं स्वीकुर्मश्चेदेव तत्र आधारादेयभावः विद्यते अस्य इति केवलम् अस्य इति अर्थं स्वीकुर्मश्चेत् मतुप्रत्ययस्य तत्र आधारादेयभावः न विद्यते इति बोधनार्थमेव एतत् पङ्क्तिम् एतत् उपशीर्षकं महोदयेन लिखितम् अस्तु महोदय स्पष्टम् अस्तु महोदय भगिनि धन्वति विद्यमानधर्म इत्युक्तौ धनमेव अहं न अवगच्छामि धन्वति इति सप्तमी विभक्ति भवति अस्तु आम् धनवती धनवती सप्तमी विभक्ति धनवती विद्यमानः धर्मः कः अस्तु अत्र दत्तमस्ति इत्युक्तौ धनम् एव हा इदानीं धनवती विद्यमानः इदानीं धनवत् इदानीं धनम् इति स्वीकृत्य तत्र मतुप्रत्ययं योजयामश्चेत् धनवत् इति प्रातिपदिकं प्राप्नोति इदानीं धनवत् योगः त्वम् इदानीम् उपरि उपरि गच्छामश्चेत् धनवत्त्वम् इति धर्मः धनवत्त्वम् इत्युक्ते किं धनमेव धनवत्त्वं कुत्र भवति धने धने एव भवति इति कृत्वा तत्र धनवत्त्वम् अपि च धनं द्वयमपि समानार्थकौ इति भवति अस्तु अस्तु विजी भगिनी पठति एतत् अपि वक्तव्यम् अस्ति धनवान् इति शब्दः गुणिवाचकः उन्नतशब्दः इव अतः यथा उन्नतः इत्यस्य कथनेन वृक्षः इत्यस्य साक्षात् बोधः न भवति नाम कस्मिन् उन्नतत्वम् अस्ति इति न ज्ञायते यावत् वृक्षः इति शब्दः न उच्येत तावदेव ज्ञायते यत् कश्चन अस्ति यस्मिन् उन्नतत्वम् इति गुणः विद्यमानः धनवान् अपि तथा धनं कस्मिन्नस्ति पुरुषे बालके राष्ट्रपतौ अभियन्तरी तन्न ज्ञायते केवलं धनयुक्तः कश्चन अस्ति एतावत् एव ज्ञायते सः कः इति वक्तव्यं चेत् अग्रे अन्यत् पदं प्रयोक्तव्यं धनवान् बालकः इति वक्तव्यम् धनवान् इति शब्दः गुणिवाचकः उन्नतः शब्दः इव उन्नतः शब्दः केवलम् उन्नतः शब्दः गुणिवाचकः शब्दः उन्नतः वृक्षः इति वदनेन औन्नत्यम् इति गुणः वृक्षे अस्ति इति ज्ञायते एतदेव तादृशमेव धनवान् इति वदनेन गुणवाचकः एव धनम् अस्मिन् अस्ति इति बोधनेन कश्चन पुरुषः अपेक्षः अस्ति केवलं धनवान् इति बोधनेन कस्मिन् अस्ति इति प्रश्नः उदेते सः किमर्थं प्रश्नः उदेति धनवान् केवलं धनवान् इति बोधनेन किमर्थं कस्मिन् अस्ति इति प्रश्नः उदेति अधिकरणम् आवश्यकम् इति चेत् अधिकरणं तु आवश्यकं किन्तु धनवान् इति केवलं धनवान् इति वदनेन तत्र अधिकरणं किम् इति विशेषणपद हा प्रश्नः उदेति हा तत्र इदानीं बालकः धनवान् पुरुषः इति वक्तव्यं सत्यं सत्यं धनवान् केवलं धनवान् केवलम् इति वदामश्चेत् तत्र धनस्य अधिकरणं किम् इति न ज्ञातुं शक्यते साक्षात् किम् इति न ज्ञातुं शक्यते कः सः कः इति न ज्ञातुं शक्यते वृक्षकः इति वदनेन औन्नत्यम् इति गुणः वृक्षे अस्ति इति सूचयति सत्यम् इदानीं केवलम् उन्नतः इति वदामश्चेत् वृक्षः इति पदं त्यक्त्वा केवलम् उन्नतः इति वदामश्चेत् कः बोधः जायते केवलं गुणिवाचकः इत्युक्ते सत्यम् औन्नत्यम् इति गुणविशिष्ट कश्चन पदार्थः अस्ति तावदेव ज्ञायते उन्नतः इति शब्देन इदानीं तत्र तस्मिन् उपरि वृक्षः इति पदं योजयामश्चेत् औन्नत्यम् इति गुणः कुत्र वर्तते वृक्षे वर्तते इति अपि ज्ञातुं शक्यते इति अस्ति एवमेव अत्र धनवान् इति केवलं धनवान् इति वदामश्चेत् तत्र अस्मिन् अस्ति इति कश्चन पदार्थः तादृशपदार्थः अस्ति इति एव ज्ञातुं शक्यते किन्तु सः पदार्थः कः इति बोधः न जायते अग्रे भगिनि अस्तु किन्तु धनवान् इति शब्देन धनम् अस्ति इति ज्ञायते धनयुक्तः कश्चन अस्ति इत्यपि ज्ञायते तयोर्मध्ये संयोगसम्बन्धः अस्ति इत्यपि ज्ञायते धनवान् इति शब्देन एते त्रयः पदार्थः ज्ञायते उन्नतः वृक्षः इति औन्नत्यम् इति गुणः वृक्षत्वम् इति धर्मः अस्ति वृक्षः इति व्यक्तिः अस्ति वृक्षः वृक्षत्वं तयोः मध्ये संयोग समवायसम्बन्धः अस्ति इति वयं दृष्टवन्तः तादृशम् एव धनवान् इति शब्देन धनम् अस्ति धनयुक्तः कश्चन पुरुषः अस्ति तयोः मध्ये संयोगसम्बन्धः अस्ति इति त्रयः अंशः ज्ञायते हा इदानीं किमर्थं संयोगसम्बन्धः इति उक्तं न तु समवायसम्बन्धः संयोगसम्बन्धः पृथक् कर्तुं शक्नोति धनं धनवान् तत्तु सत्यं किन्तु इदानीं संयोगसम्बन्धः धनम् अपि च धनवत् अनयोः धनवान् अनयोः मध्ये संयोगसम्बन्धः उक्तः किमर्थं न तु समवायसम्बन्धः संयोगसम्बन्धः कयोः पदार्थयोः मध्ये भवति द्रव्ययोः मध्ये इदानीं धनम् अपि द्रव्यं कश्चन पदार्थः यस्मिन् धनं वर्तते तदपि द्रव्यम् इति कृत्वा तत्र द्रव्ययोः एव द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवितुम् अर्हति किन्तु वृक्षत्वम् इति जातिः तत्र समवायसम्बन्धेन द्रव्ये वर्तते इति कृत्वा तत्र वयम् अपि च उन्नतः वृक्षः इत्यस्मिन् सन्दर्भे तत्र औन्नत्यम् इति गुणः समवायसम्बन्धेनैव द्रव्ये वर्तते इति कृत्वा तत्र समवायसम्बन्धः उक्तः इदानीं तत्र पुनस्मारणार्थं वदामि समवायसम्बन्धः पञ्चसु स्थलेषु भवति गुणगुणिनोः मध्ये गुणगुणि इत्युक्ते गुणि इत्युक्ते द्रव्यमेव अतः गुणद्रव्ययोः मध्ये क्रियावतोः मध्ये इत्युक्ते तत्र क्रिया अपि च द्रव्यं क्रिया तु द्रव्ये एव भवति इति कृत्वा क्रियद्रव्ययोः मध्ये इति द्वितीयं जातिद्रव्ययोः जाति अपि जातिव्यक्तयोः इति उक्तं, किन्तु अत्र मात्लाडुतुने व्यक्ति मी काल् नु होल्ड् लो उञ्चारु, दयचेसि लैन् लो उण्डंडि. द पर्सन् यु आर् स्पीकिङ्ग् वित् हस् पुट् योर् काल्. हा क्षम्यताम्. अस्तु, मम ध्वनिः श्रूयते किल? श्रूयते. अस्तु अस्तु, मध्ये अन्यत् किमपि श्रुतं भवतु. इदानीं तत्र तृतीय अवसरः भवति जातिव्यक्तयोः. इदानीं व्यक्ति इत्युक्ते तदपि द्रव्यमेव, जातिद्रव्ययोः मध्ये समवायसम्बन्धः भवितुमर्हति, अपि च अवयव अवयविनोः मध्ये, यथा अस्माकं हस्तः अपि च शरीरम् अनयोः मध्ये समवायसम्बन्धः भवति इति, कपालघटयोः मध्ये समवायसम्बन्धः भवति. पञ्चमं तु विशेषम् इति पदार्थं, सप्तपदार्थेषु विशेषः इति अन्यतमपदार्थः अस्ति किल, विशेषपरमाणोः मध्ये यः सम्बन्धः अस्ति तदपि समवायसम्बन्धः एव इति, पञ्चसु स्थलेषु एव समवायसम्बन्धः भवितुमर्हति. इदानीं द्रव्ययोः मध्ये यः सम्बन्धः भवति तत् संयोगसम्बन्धः एव भवति इति अस्ति, अतः अत्र तयोः मध्ये संयोगसम्बन्धः अस्ति इति अपि ज्ञायते. इदानीं तत्र धनवान् इति वदामश्चेत् तत्र धनम् इति द्रव्यं संयोगसम्बन्धेन कस्मिंश्चित् पदार्थे द्रव्ये वर्तते इति ज्ञातुं शक्यते इति अस्ति एतावत्पर्यन्तम्. इदानीम् अग्रे सरला भगिनी पठति वा धनवत्त्वम् इति? आं महोदय. धन्वत्वम् अत्र कथं व्यवस्था इति उच्यते. धनवान् इति शब्दात् त्वप्रत्ययसंयोजितः, तेन धन्वत्त्वम् इति पदं सञ्जातं. त्वप्रत्ययः भावप्रत्ययः, भावार्थे विद्यमानः प्रत्ययः. वस्तुतः भाव इत्यस्य अर्थः कः इति चेत् तस्मिन् विद्यमानधर्म. इदानीं वृक्ष इति शब्दः अस्ति. वृक्षस्य भाव वृक्षत्वं. वृक्षस्य भाव इत्यस्य अर्थः कः इति चेत् वृक्षे विद्यमानः कश्चन धर्मः. अतः त्वप्रत्ययं योजयामश्चेत् वृक्षशब्दात् तेन किं भवति? वृक्षे विद्यमानधर्म बोध्यते. तत्र एक एव धर्म वृक्षत्वम्. एवमेव यः कोऽपि शब्दः भवतु, शुक्लः इति अस्ति, शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम्, तत्र शुक्लत्वम् इति धर्म अस्ति, आङ्ग्लभाषायां वैट्नेस्. तर्हि शुक्लशब्दात् भावार्थे त्वप्रत्ययं योजयामः चेत् तस्य अर्थः कः भवति? शुक्ल इति गुण, तस्मिन् विद्यमानधर्म इति. तर्हि शुक्लत्वम् इत्युक्ते शुक्ले विद्यमानधर्म, मनुष्ये विद्यमानधर्म मनुष्यत्वम्. इदानीम् एतत् परिच्छेदे दत्तमस्ति धर्म कथं जानीमः. यदि शब्दः अस्ति यथा धनवान् वा कोऽपि विशेषणं शब्दः अस्ति, तस्मिन् त्वप्रत्ययोजनेन तस्य धर्म वयं जानीमः. तस्य यथा शब्दत्वं तस्य भावार्थः इति ज्ञातव्यं. सो धन्वतत्वं, यदि धनवान् शब्दः अस्ति तस्मिन् यदि वयं त्वं योजयामः, तस्य प्रातिपदकमस्ति धन्वत्, तस्मै धन्वत्त्वं, धन्वत्त्वम् इति योजनेन धन्वत्त्वं भवति धनवान् शब्दस्य तस्मिन् विद्यमानधर्म इति आगच्छति. तस्य अन्य उदाहरणानि दत्तमस्ति, यथा वृक्षशब्दः अस्ति. वृक्षशब्दे यदि वयं त्व प्रत्यय योजयामः वृक्षत्वम् आगच्छति. वृक्षत्वं भवति वृक्षे विद्यमानभाववृक्षत्वं. तत् वृक्षे विद्यमानभावः भवति वृक्षस्य विद्यमानधर्म तस्मिन्. तथैव यदि शुक्लः इति शब्दं विशेषणं शब्द आङ्ग्लभाषायां वैट् इति वदामः तस्मिन् त्वशब्दयोजनेन त्व भावप्रत्यययोजनेन शुक्लत्वम् इति भवति वैट्नेस् इति. तत् विद्या शुक्ल तस्मिन् विद्यमानधर्म भवति शुक्लत्वं. सो इति प्रत्यययोजनेन त्वप्रत्यययोजनेन तस्मिन् विद्यमानधर्मं मनुष्ये त्वं योजनेन मनुष्यत्वम् इति आगच्छति. सम्यक् भगिनि. अत्र शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम् इति दत्तमस्ति. किमर्थं तादृशं दत्तं? शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम्. लोट्लकारस्य न स्वीक्रियताम्. हा हा, इदानीं तस्य लकारः कः इति मम प्रश्नः नास्ति, किन्तु शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम्. स्वीक्रियता तत्र उदाहरणमस्ति, शुक्लपदं स्वीक्रिय स्वीकृत्य यदि वयं त्वं योजयामः तस्मिन् धनवान् अपि विशेषणवाचकशब्दः अस्ति. विशेषणवाचकपदस्य त्रैविध्यम् इति अस्माभिः अधीतं किल. तत्र शुक्लः इति कीदृश सदसि अन्तर्गतं भवति? केवलगुणं वाचकं वा केवलगुणिवाचकं वा? गुणिवाचक अपि तस्य तेन सह अन्यपदमपि वक्तव्यं, यथा शुक्लः शुक्ल युतकं शुक्लं युतकं शुक्लः कन्दुकः इति. केवलं शुक्लवदनेन कोऽपि अर्थं न ज्ञातं. शुक्लत्वं तस्मिन् अस्ति कस्मिन् अस्ति तस्य तेन सह अन्यविशेष्य अपि वक्तव्यं भवति. हा, किन्तु यदि शुक्लः नो चेत् शुक्लम् इत्यस्य गुणिवाचकशब्दत्वेन वयं ध्वनिमुद्राभङ्गः अभवत्. श्रूयते भवते? अहं चिन्तयामि तस्य ध्वनिमुद्रा भङ्ग अभवत्, पुनः आगच्छति. हा, इदानीं तत्र शुक्लः केवलं शुक्लः इति वदामः, तदेव अत्र विशेषणवाचकपदस्य त्रैविध्यं त्रैविध्यं जाति उभयवाचकपदम् अस्ति किल, समवायसम्बन्ध तस्मिन् जाति तस्य त्रीणि. न, इदानीं तत्र केवलं शुक्लः इति वदामश्चेत् तत्र नियत लिङ्गवाचकपदमस्ति, पुल्लिङ्गे एव भवति, अपि च गुणमेव सूचयति. नीलः शुक्लः इति वदनेन तत्र शुक्लरूपमेव सूचयति. तत्र शुक्लः इत्यत्र इत्यनेन तत्र गुणि अस्माकं विवक्षायां नास्ति एव. अतः अत्र दत्तमस्ति शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम् इति. किमर्थम् उक्तम् इति चेत् तत्र शुक्लः इत्यनेन गुणिवाचकशब्दः इति अपि स्वीकर्तुं शक्यते इति कृत्वा अत्र स्वीक्रियताम् इति दत्तम्. साधु. हा, किन्तु इदानीं तत्र उन्नतः इति गुणवाचकशब्दः इति स्वीक्रियताम् इति यदा कदापि न लेखितुं शक्यते. किमर्थम् इत्युक्ते तत्र उन्नतः इति केवलं गुणिवाचकशब्दः एव, गुणविशिष्टगुणिवाचकशब्दः किन्तु केवलं गुणिवाचकशब्दः एव इति कृत्वा तत्र स्वीकृत्याम् इति अस्माकं पुरुषार्थं किमपि नास्ति तत्र. स्वीकर्तुं शक्यते न शक्यते इति तादृशं किमपि नास्ति. किन्तु अत्र शुक्लः इति पद इति पदं तत्र गुणवाचकशब्दम् अपि भवितुमर्हति, गुणिवाचकशब्दमपि भवितुमर्हति इति कृत्वा अत्र अस्माकं पुरुषार्थः प्रीगुणपुरुषार्थः इत्युक्ते त्रिविधः अस्ति इत्यतः अत्र शुक्लः इति गुणवाचकशब्दः इति स्वीक्रियताम् इति दत्तम् अस्तु. धन्यवादः भगिनि. धन्यवादः महोदय. हा सम्यक्. इदानीं तत्र भानु चैतन्य महोदय अग्रे पठति वा? अहं भवन्तं म्यूट् मध्ये स्थापितम्. इदानीम् अन्म्यूट् कृतवान्. भानुचैतन्य महोदय अस्ति वा? अस्तु. शिवराम महोदय भवान् अग्रे पठति वा? इदानीं धनवत्वं धनवान् इति शब्दात्वं प्रत्ययं संयोजयामः. पूर्वं यत्र यत्र उदाहरणं दर्शितं तत्र यथा नियमः तथैव नियमः अत्रापि स्वीकर्तव्यः. धनवान् अधिकं त्व धनवत्वम्, अनेन धनवत्वम् इत्यस्य कः अर्थः? धनवान् यः अस्ति तस्मिन् विद्यमानधर्मः, सः धर्मः कः इत्युक्ते धनम् एव. तदेव अस्माभिः पूर्वं स्वीकृतं. धनवती विशेषरूपेण विद्यमानः धर्मः अत्र धनमेव. अतः अत्र निष्कर्षः कः इति चेत् धनवत्वम् इत्युक्तौ धनम् इति सिद्धम्. धनवत्वं धनवान् इति शब्दात्वं प्रत्यय संयोजयामः चेत् धनवत्वम् इति रूपं सिद्ध्यति. तत्रापि त्वप्रत्ययेन तत्र धनं धर्म त्वप्रत्ययेन तत्र तस्मिन् विद्यमानधर्मः एव तत्र दृश्यते. धनवान् त्वप्रत्ययसंयोजनेन धनवत्वं नाम तस्मिन् विद्यमानधर्मः. अधुना सः धर्मः कः इत्युक्ते सः धर्मः धनम् एव. धनवान् अधिकं त्वप्रत्यययोजनेन धनवत्वं, धनवत्वं नाम धनमेव. तर्हि धनवती विशेषणरूपेण विद्यमानधर्मः अत्र धनमेव. अतः अत्र निष्कर्षं कः इति चेत् धनवत्वम् इत्युक्तौ धनम् इति सिद्धं. तर्हि त्वप्रत्यययोजनेन पुनः धनम् एव सिद्ध्यति. सत्यम्. अग्रे अपि महोदय. अत्र धने धनवत्वम् अत्र धने धनवत्वस्य पर्यवसानं कृतं नाम धनवत्वशब्दस्य उच्चारणेन तर्कस्य पङ्क्ति धनम् एव अधिगच्छति. पर्यवसानं नाम तत् स्वरूपं. धनं पार्थिवद्रव्यं यस्य स्पर्शो भवति, धनवत्वम् अपि तथा. धने धनवत्वस्य पर्यवसानं तत् स्वरूपं कृतम् इत्युक्तौ धनवत्वम् अन्यत्र कुत्रापि न भवितुम् अर्हति. धनवत्वम् इति धनम् एव. तदेव उक्तमस्ति अत्र धने धनवत्वस्य पर्यवसानं कृतं. किञ्चित् विवरणम् आवश्यकं महोदय. पर्यवसानं कृतं हा पर्यवसानम् इत्युक्ते तत् स्वरूपं. पर्यवसानं नाम तत् स्वरूपम् इत्येव भवति तत्र धनवत्वं. स्वरूपं धनं पार्थिवद्रव्यं यस्य स्पर्शो भवति धनवत्वम् अपि तथा. नाम धनवत्वं नाम धनम् एव. सत्यम् इति अस्ति. इदानीं तत्र किञ्चित् वैशिष्ट्यं किम् इत्युक्ते इदानीं तत्र घटः अस्मात् पुरतः अस्ति इति चिन्तयतु. इदानीं तत्र घटस्य एव स्पर्शनम् अस्माभिः कर्तुं शक्यते. घटवत्वम् इति धर्मः इति जातिः, तस्य स्पर्शनं जातेः स्पर्शनं यदा कदापि न कर्तुं शक्यते. केवलं द्रव्यस्य एव स्पर्शनम्. इदानीं तत्र स्पर्शनं केन क्रियते इत्युक्ते हस्ताभ्यां स्पर्शनं क्रियते इति कृत्वा हस्तमपि द्रव्यं घटमपि द्रव्यम्, अनयोः मध्ये संयोगसम्बन्धः यदा जायते तदेव स्पर्शनम् इति वदामः किल. इदानीं तत्र हस्त अपि च घटत्वम् अनयोः मध्ये, घटत्वम् इति जातिः, हस्तः इति द्रव्यम् अनयोः मध्ये यदा कदापि संयोगसम्बन्धः भवितुं नार्हति. जातिव्यक्तयोः मध्ये समवायसम्बन्धः एव भवितुम् अर्हति इति कृत्वा तत्र घटत्वम् इति जातिः, घटत्वमपि, घटत्वमिति धर्मः अपि, तत्र इदानीं धर्मेण स्पर्शः यदा कदापि न जायते, तथापि इदानीं धनवत्वम् इति धर्मः, धनम् इति द्रव्यं स्वीकृत्य तत्र मतुप्रत्ययस्य योजनेन धनवत् इति रूपं सिद्ध्यति. पुनः तत्र त्वप्रत्ययस्य योजनेन तत्र धर्मः, धनवत्वम् इति धर्मः सिद्ध्यति. तत्र धनवत्वम् इति धर्मः इति स्वीकुर्मश्चेत् तस्य स्पर्शनं येन केनापि न कर्तुं शक्यते, किन्तु धनवत्वं धनम् एव इति तत्र परिवसानं क्रियते चेत् इदानीं धनस्य स्पर्शनं कर्तुं शक्यते इति कृत्वा तत्र धनवत्वम् इत्युक्ते धनमेव इति नैयायिकाः स्वीकुर्वन्ति इति अस्ति. भानुचैतन्यमहोदय, इदानीं वक्तुं शक्यते वा? भानुचैतन्यमहोदय, वदतु वदतु भगिनि. धनवत्त्वम् अपि स्पर्शं कर्तुं शक्यते वा? न शक्यते. इदानीं त्वप्रत्ययं योजयामश्चेत् त्वप्रत्ययेन धर्मः एव लब्धः भवति. इदानीं घटः इति अस्ति, घटः घटयोगः त्व घटत्वम् इति धर्मः एव. तत्र यदा कदापि त्वप्रत्ययं योजयामश्चेत् तत्र धर्मः एव लभ्यते. धर्मस्य स्पर्शनं कर्तुम् अशक्यं, किन्तु इदानीं धनवत् योगहत्वम् इति योजयामश्चेत् तत्र धनवत्वम् इति धर्मः सिद्ध्यति. तस्य स्पर्शनं यदा कदापि न कर्तुं शक्यते, किन्तु धनवत्वं किम् इति चेत् धनमेव. धनवत्वस्य धने पर्यवसानं कुर्मश्चेत् धनं तु द्रव्यम् इति कृत्वा तत्र हस्ताभ्यां तस्य स्पर्शनं कर्तुं शक्यत्येव इति. अस्तु, इदानीं तत्र मुरळीमहोदय अग्रे पठति वा अधुना इति आरभ्य. महोदय, भवान् म्यूट् मध्ये अस्ति. इदानीं श्रूयते. अहं पठामि. हा, पठतु. अत्र धने न अग्रिमपरिचयः अधुना एतत् सर्वम् उक्तं. वस्तुतः न्यायशास्त्रे अत्र पक्षद्वयम् अस्ति. द्वाभ्याम् अपि पक्षाभ्याम् अस्माकं लक्षणकार्यं सिद्ध्यति. एकस्मिन् पक्षे धनवत्त्वम् इत्युक्तौ धनम् एव, अपरस्मिन् पक्षे धनवत्त्वम् इत्युक्ते धनाधिकरणत्वं, धनस्य अधिकरणम्. तस्मिन् अधिकरणे विद्यमानः धर्मः धनाधिकरणत्वं. धनवत्त्वं धनमेव इति चेत् धनवत्त्वं संयोगसम्बन्धेन धनवती अस्ति. धनवत्त्वं धनाधिकरणत्वम् इति चेत् स्वरूपसम्बन्धधनवती अस्ति. तत्र वयं उवामः धनम् अथवा धनवत्त्वम् इति समानार्थमेव इति ज्ञातव्यं न्यायशास्त्रे. द्वाभ्यामपि पक्षाभ्याम् अस्माकं रक्षणकार्यं सिद्ध्यति. एकपक्षं एकस्मिन् पक्षं धनवत्त्वम् इत्युक्तौ धनम् एव धनवत्त्वम् अथवा धनं द्वयोर्मध्ये समानार्थकौ एव न भेदं नास्ति इति एकस्मिन् पक्षे इति एकस्मिन् पक्षे अपरपक्षे धनवत्त्वम् इत्युक्ते धनाधिकरणत्वं तस्य धनस्य अधिकरणत्वम् उच्यते. धनस्य अधिकरणं तस्मिन् अधिकरणे विद्यमानः धर्मः यत्र धर्मस्य धनस्य अधिकरणं विद्यमानः उच्यते तदेव धनाधिकरणं करणत्वं. धनवत्त्वं धनेन इति चेत् धनमेव धनम् क्षम्यता धनमेव इति चेत् धनवत्त्वं संयोगसम्बन्धेन धनवती अस्ति. धनवत्त्वं धनवती तयोर्मध्ये संयोगसम्बन्धमेव अस्ति. सत्यं. किमर्थं संयोगसम्बन्धः संयोगसम्बन्धः द्रव्योर्मध्ये. सत्यं. धनवत् धनवती धनवत् इति द्रव्यमेव भवितुम् अर्हति इति कृत्वा इदानीं धनमपि द्रव्यं धनवत् अपि द्रव्यम् इति कृत्वा अनयोः मध्ये संयोगसम्बन्धः एव भवति. सत्यं. धनवत्त्वं धनाधिकरणत्वम् इति चेत् स्वरूपसम्बन्धेन धनवती अस्ति. धनवत्त्वं धनाधिकरणत्वं तयोर्मध्ये स्वरूपसम्बन्धेन धनवती अस्ति इति वार्ता. हा इति अस्ति. अत्र वस्तुतः तत्र पक्षद्वयं वर्तते नैयायिकानां मतानुसारं. केचन वदन्ति तत्र धनवत्त्वम् इत्युक्ते धनमेव इति स्वीकुर्मश्चेत् तादृशं ते वदन्ति तादृशं ते स्वीकुर्वन्ति. किमर्थं ते तादृशं स्वीकुर्वन्ति इत्युक्ते धनवत्त्वम् इत्युक्ते तत्र धनमेव भवितुमर्हति अन्यत् किमपि न भवितुमर्हति इति कृत्वा धनवत्त्वम् इत्युक्ते धनमेव इति स्वीकुर्वन्ति. यदा धनमेव घटवत्त्वं घटमेव घटवत्त्वं यथा घटवत्त्वं घटमेव इति घटवत्त्वं घटं विना अन्यत् किमपि न भवितुम् अर्हति इति कृत्वा तत्र धनवत्त्वम् इति तत्र धनवत्त्वम् इति शब्देन धर्मः एव बोधितः भवति न तु द्रव्यं. तथापि तत्र धनवत्त्वम् इति धर्मः धनमेव भवितुमर्हति अन्यत् किमपि न भवितुमर्हति अन्यत् किमपि पदार्थः न भवितुमर्हति इति कृत्वा तत्र धनवत्त्वं धनमेव इति एकस्मिन् पक्षे केचन नैयायिकाः स्वीकुर्वन्ति. इति स्वीकुर्मश्चेत् इदानीं धनवत्त्वं धनम् इति स्वीकुर्मश्चेत् तत्र केन सम्बन्धेन धनवती अस्ति इति चेत् संयोगसम्बन्धेन धनवत्त्वं धनवती अस्ति इति भवति. इद अन्यस्मिन् पक्षे तत्र धनवत्त्वम् इत्युक्ते धनम् इति द्रव्यं न स्वीकुर्वन्ति. ते किं वदन्ति धनवत्त्वम् इत्युक्ते तत्र त्वप्रत्ययस्य योजनेन धर्मः एव बोधितः अस्ति इति कृत्वा धनवत्त्वम् इत्युक्तेन किं धन अधिकरणत्वम् एव धनवत्त्वम् इति ते स्वीकुर्वन्ति. केवलं धर्मः इत्येव तेषां स्वीकरणम् अस्ति. यदि तादृशं स्वीकुर्मश्चेत् तत्र धनवत्त्वम् इत्यनेन धन अधिकरणत्वम् इति स्वीकुर्मश्चेत् तत्र इदानीं धन अधिकरणत्वम् इति धर्मः केन सम्बन्धेन धनवती वर्तते इत्युक्ते स्वरूपसम्बन्धेन वर्तते इति ज्ञातव्यम्. अत्र पश्यतु धन अधिकरणत्वम् इति जातिः नास्ति, धर्मः एव इति कृत्वा तत्र स्वरूपसम्बन्धेन धनवती अस्ति इति स्वीकर्तव्यं. यदि जाति इति स्वीकुर्मश्चेत् तत्र जातिव्यक्तयोः मध्ये तत्र समवायसम्बन्धः भवितुमर्हति. किन्तु अत्र धनाधिकरणत्वम् इति धनवत्वम् इति धनाधिकरणत्वम् इति धर्मः स्वीकृतः चेत् तत्र धर्मः स्वरूपसम्बन्धेन धनवती अस्ति इति भवति. सम्यक् महोदय. इदानीम् अत्र भवानेव अग्रे अपि पठतु तथैव महोदय. प्रायः जातिधर्म एकसमानस्तरे भवति न, जातीयधर्म समानस्तरे भवति, किन्तु सर्वे सर्वे धर्माः जाति इति स्वीकर्तुं न शक्यते. सत्यम् अस्तु. तत्र ज्ञानम् अस्माकं कानिचन सन्दर्भे अस्माकं ज्ञानम् अपेक्षितम् अस्ति इति कृत्वा न्याये यः धर्मः ज्ञानाधीनः भवति सः तत्र जातिरूपेण न स्वीकर्तु न स्वीकुर्वन्ति. किमर्थमित्युक्ते जाति इति नित्यपदार्थेषु अन्यतमः अस्ति. जाति घटत्वम् इदानीं घटः अस्ति, घटत्वं घटे अस्ति इति तु सत्यम्. इदानीं तत्र घटः नास्ति चेदपि घटत्वम् अस्ति एव, कुत्र इति न वक्तुं शक्यते. किमर्थम् इत्युक्ते सर्वे सर्वाः जातयः नित्याः इति नैयायिकानां सिद्धान्तः. तत्र जाति अतः एव घटत्वम् इति जातिः इति स्वीकुर्मः. इदानीं तत्र अधिकरणता आधेयता इति तादृशधर्माः वयं तत्र वयमेव कल्पितवन्तः. अधिकरणता कुत्र अस्ति, अस्माकं ज्ञानस्य अपेक्षा यत्र वर्तते तत्रैव अधिकरणता आधेयता इति एतादृशपदानि उपयोक्तव्यानि भवन्ति, उपयुक्तानि भवन्ति, उपयोक्तव्यानि नास्ति उपयुक्तानि भवन्ति इति कृत्वा तत्र अस्माकं ज्ञान अधीनः इति इत्यतः तत्र ते सर्वे धर्माः एव कल्पितमेव इति अस्ति. तत्र वस्तुतः नास्ति. अस्तु, अन्य कोऽपि प्रश्नः वा महोदय? अत्र किमर्थं स्वरूपसम्बन्धेन इति दत्तमस्ति? स्वरूपसम्बन्धः सामान्यतया यत्र अभावस्थले एव भवति खलु, अत्र किमर्थं स्वरूपसम्बन्धः? स्वरूपसम्बन्धः अभावस्थले अपि भवति, केवलं तत्र इति नास्ति. तत्र अभावस्थले एव अस्माभिः अधीतम्, किन्तु तत्रैव भवति इति नास्ति. इदानीं सम्बन्धः अस्माभिः के सम्बन्धाः अधीताः? प्रथमं तु संयोगसम्बन्धः, समवायसम्बन्धः. समवायसम्बन्धस्तु पञ्चसु स्थले भवति इति अस्माभिः इदानीमेव मया स्मारितं. पुनः संयोगसम्बन्धः, संयोगसम्बन्धः इति सम्बन्धः गुणेषु अन्तर्भूतं कृतं तत्र नैयायिक तत्र चतुर्विंशतिगुणाः सन्ति किल, तेषु संयोगः इति सम्बन्धः गुणरूपेण ते स्वीकृतम् इति द्वितीयसम्बन्धः. द्रव्ययोः मध्ये भवति समवायसम्बन्धः तु नित्यः एकः, संयोगसम्बन्धः तु अनित्यः अनेकः इति अस्ति. इदानीं तृतीयसम्बन्धः तादात्म्यसम्बन्धः, सर्वं स्वस्मिन् तादात्म्यसम्बन्धेन वर्तते इति नैयायिकाः वदन्ति. अपि च स्वरूपसम्बन्धः अभावः तत्र स्वरूपसम्बन्धेन प्रतियोगी वर्तते, प्रतियोगी इति तस्य लिङ्गं जानाति वा भगिनि? प्रतियोगिनी कस्य विशेषणम् अत्र प्रतियोगी इति वदति भवान्? न, प्रतियोगिनी वर्तते स्वरूपसम्बन्ध अभावः इति अभावस्य प्रतियोगी इति वा? अस्तु, आम् एकवचने प्रतियोगी, सप्तमी प्रतियोगिनी, प्रतियोगिनी अभावः प्रतियोगिनी तत्र स्वरूपसम्बन्धेन वर्तते इति अस्माभिः अधीतम्. किन्तु यतोहि तत्र अन्यसम्बन्धः न तत्र अन्यसम्बन्धः न भवति इति कृत्वा स्वरूपसम्बन्धः इति कल्पितमासीत्। सत्यं सत्यम्। अत्र वस्तुतः पदार्थे द्वे एव सम्बन्धाः, द्वौ एव सम्बन्धौ वर्तेते। एकं तु समवायसम्बन्धः, द्वितीयं तु संयोगसम्बन्धः। अन्यत् सर्वं तत्र तादात्म्यसम्बन्धः अपि च स्वरूपसम्बन्धः एतत् सर्वम् अस्माभिः कल्पितं। यथा आधेयता अधिकरणता इति धर्मः अस्माभिः कल्पितं, तादृशमेव कारणता कार्यता विशेष्यता विशेषणता इति तादृशं तादृशाः धर्माः अस्माभिः कल्पितं, तादृशमेव अत्र सम्बन्धः अपि अस्माभिः कल्पितं, तादात्म्यसम्बन्धः स्वरूपसम्बन्धः। नैयायिकानां मते एतत् सर्वे सम्यक्तया अवगच्छन्तु, सर्वत्र ते सम्बन्धः तेषां मतानुसारं सर्वत्र सम्बन्धः वक्तव्यः भवति सर्वत्र। अतः एव इदानीम् अस्मिन् वर्गे एव अस्माभिः अधीतं किल, तत्र वृक्षः इति वदामश्चेत् सामान्यलोके यः पदार्थः अस्माकं पुरतः अस्ति, यत् यस्य स्प्रष्टुम् अस्माभिः शक्यते, तादृश कश्चन पदार्थः इति एव सामान्य बोधः जायते वृक्षः इति पदेन। किन्तु नैयायिकानां लोके वृक्ष इति पदेन वृक्षत्वम् इति जातिः समवायसम्बन्धेन वृक्ष इति द्रव्ये अस्ति इति वार्तात्रयं तत्र बोध्यते इति। तत्र सर्वत्र ते सम्बन्धः उक्तः एव सन्तः। तत् सर्वं स्पष्टं महोदय, परन्तु अत्र धनवत्वं संयोगसम्बन्धेन धनवती अस्ति इति उक्तं संयोगसम्बन्धेन, अत्र पुनः स्वरूपसम्बन्धः इति अत्र किमर्थं, तत्र भेदः कः? इदानीं तत्र तत्रैव पक्षद्वयम् अस्ति। इदानीं धनवत्वं धनम् इति एकस्मिन् पक्षं एकः पक्षः अस्ति, धनवत्वम् इत्युक्ते धनमेव इति एकः पक्षः। अन्यः पक्षः धनवत्वम् इत्युक्ते धनं नास्ति किन्तु धनाधिकरणत्वम् एव इति अन्यः पक्षः। इदानीं प्रथमपक्षं स्वीकुर्मश्चेत् धनवत्वं धनमेव इति स्वीकुर्मश्चेत् तत्र संयोगसम्बन्धः, धनवत्वम् इत्युक्ते धनमेव इति स्वीकुर्मश्चेत् धनं तु धनवति संयोगसम्बन्धेनैव भवितुमर्हति इति कृत्वा तत्र संयोगसम्बन्धः स्वीकृतः। इदानीम् अन्यपक्षे धनवत्वम् इत्युक्ते धन अधिकरणत्वम् इति धर्ममेव इति स्वीकुर्मश्चेत् तत्र स्वरूपसम्बन्धेन धनवती भवति इति वक्तव्यं भवति। स्वरूपसम्बन्धः इत्युक्ते यद्वयं द्रष्टुं शक्नुमः खलु, तर्हि धनाधिकरणत्वम् इत्युक्ते अत्र अत्र स्वरूपसम्बन्धः इत्यस्य अर्थः कः अत्र अस्मिन् सन्दर्भे? तत्र स्वरूपसम्बन्धः इत्युक्ते स्वरूपमेव सम्बन्धम् इति भवति, धनवत्वम् इत्युक्ते धन अधिकरणत्वं तदेव सम्बन्धः, तत्र स्वरूपसम्बन्धेन एव धनवती अस्ति इति इति इति अस्ति। इतोपि कथं वा अहं वदामि? स्वरूप सम्यक् एव महोदय, अत्र अत्र केवलम् अत्र मम अवगमनं किं नास्ति, मम अवगमनं कुत्र नास्ति इत्युक्ते अत्र अत्र किमर्थं संयोगसम्बन्धः इति न वक्तुं शक्नुमः, धनाधिकरणत्वं संयोगसम्बन्धः इति न वक्तुं शक्नुमः यतोहि धर्मः अस्ति इति कृत्वा संयोगसम्बन्धः न वक्तुं शक्नुमः, अतः अत्र अत्र अन्यत् किमपि वक्तव्यम् इति कृत्वा स्वरूपसम्बन्धः। सत्यं सत्यं, तदेव तदेव कल्पितः कल्पितः। इदानीं धनादि धनवत्वम् इत्युक्ते धनाधिकरणत्वम् इति धर्मः एव स्वीकृतः, न ति धनं, धनमिति द्रव्यं न स्वीकृतं, धनाधिकरणत्वम् इति धर्मः एव स्वीकृतः इति इति अस्ति चेत् तत्र संयोगसम्बन्धः वा समवायसम्बन्धः वा तादात्म्यसम्बन्धः वा न भवितुमर्हति इति कृत्वा तत्र अवशिष्टं किं? स्वरूपसम्बन्धमेव। अस्तु अस्तु, इदानीम् अवगतम् इति कृत्वा तत्र तत्र स्थापितं स्वरूपसम्बन्धेन धनवती अस्ति इति स्थापितम्। तर्हि अन्यत्र अपि प्रायः तादृशम् अस्ति, यत्र कुत्रापि तत्र संयोगः समवायः अन्यत् किमपि नास्ति चेत् स्वरूपसम्बन्धः इति। सत्यं सत्यं, तत्र स्वरूपसम्बन्धः इति तत्र आर्द्रदातुकं शेषः इति सूत्रमस्ति किल, अस्तु तादृशं स्वरूपसम्बन्धः शेषः इति सूत्रमपि अत्र यत्र संयोगसम्बन्धः वा समवायसम्बन्धः वा तादात्म्यसम्बन्धः न भवितुमर्हति, तत्सर्वं स्वरूपसम्बन्धेन स्वीक्रियते. स्वरूपेण सह स्वरूपसम्बन्धः अस्ति. अस्तु अस्तु, भानुचैतन्य महोदय अस्ति वा? दृश्यते किन्तु किमपि न श्रूयते. अतैव तथैव महोदय, एकनिमिषं भवतु महोदय, तत्र भानुचैतन्य महोदय अस्तु, भवानेव पठतु तत्र तथैव गन्धः इति समापयतु. अतैव गन्धः गन्धवत्वं च, गन्धवत्वं गन्धः एव इति चेत् समवायसम्बन्धेन पृथिव्याम् अस्ति. गन्धवत्वं गन्धादिकरणत्वम् इति चेत् स्वरूपसम्बन्धेन पृथिव्याम् अस्ति. उभयत्र गन्धवत्वं पृथिव्याः रक्षणम्, गन्धनिष्ठ आदेयतानिरूपित अधिकरणता आश्रय पृथिवी. अनेन आधार आदेयभावः प्रदर्शितः. गन्धवत्वं गन्धाधिकरणत्वम् इति पृथिव्या लक्षणम्. गन्धवत्वं गन्धः एव इति चेदपि गन्धवत्वं पृथिव्याः लक्षणम्. अत्र सारांशत्वेन किम् उक्तं? गन्धं गन्धवत्वं समानमर्थमेव, तथा घटघटत्वं तस्मात्. न न, घटघटत्वम् इति नास्ति, घटवत्वं घटवत्वम् महोदय, घटत्वम् इत्युक्ते जातिः, घटवत्वम् इत्युक्ते धर्मः, घटः एव धर्मः एकस्मिन् पक्षे. आम् आम् आम् एकस्मिन् पक्षे. गन्धवत्वं गन्धः एव इति चेत् समवायसम्बन्धः पृथिव्याम् अस्ति. सम्बन्धेन पृथिव्याम् अस्ति, पृथिव्याम् अस्ति इत्युक्ते तत्र गन्धः एव इति स्वीकुर्मश्चेत् एकस्मिन् पक्षे गन्धवत्वम् इत्युक्ते किं, गन्धः एव इति स्वीकुर्मश्चेत् तत्र गन्धः इति कीदृशपदार्थः, सप्तसु पदार्थेषु कीदृशपदार्थः गन्धः इति? गन्धः विशेषणं गुणः भवति. हा गुणः, सप्तसुपदार्थेषु गुणः, गुणः गुणः गुणः गुणः द्रव्ये केन सम्बन्धेन भवति? समवायसम्बन्धमेव भवति. सत्यम्, अतः अत्र लिखितं समवायसम्बन्धेन पृथिव्याम् अस्ति. पृथिवी इति द्रव्यं, गन्धः इति गुणः इति कृत्वा गन्धः पृथिव्यां समवायसम्बन्धेन अस्ति. अग्रे गन्धवत्वं गन्धादिकरणत्वम् इति चेत् स्वरूपसम्बन्धेन पृथिव्याम् अस्ति. गन्धवत्वम् अथवा गन्धाधिकरणं त्वं तयोर्मध्ये स्वरूपसम्बन्धेन पृथिव्याम् अस्ति. हा इदानीं तत्र गन्धवत्वम् इति अनेन तत्र अन्यं पक्षं स्वीकुर्मश्चेत् तत्र गन्धवत्वम् इत्यनेन गन्ध अधिकरणत्वम् एव न तु गन्धः इति गुणः इति स्वीकुर्मश्चेत् तत्र केन सम्बन्धेन भवितुमर्हति? इदानीं तत्र अवशिष्टसम्बन्धेन पृथिव्यासम्बन्धम् हा इति स्वरूपसम्बन्धेन पृथिव्यामस्ति. अग्रे उभयत्र गन्धवत्वं पृथिव्या लक्षणम्. उभयत्र इत्युक्ते यदि पक्षद्वयेपि गन्धः इति स्वीकुर्मश्चेत्, गन्ध अधिकरणत्वम् इति स्वीकुर्मश्चेत् तत्र उभयत्र गन्धवत्वं पृथिव्याः लक्षणं भवति. इति चेत् गन्धनिष्ठ आदेयतानिरूपित अधिकरण आश्रयः पृथिवी. हा इति अस्ति आदेयभावः हा तयोर्मध्ये गन्धः अतः पृथिवी मध्ये अदेय आधारभावः अस्ति सत्यम् इति कृत्वा तत्र आधारादेयभावः अस्ति चेत् तत्र निरूप्य निरूपकभावः अपि भवति इति कृत्वा भवति इदानीं तत्र पृथिवी का पृथिवी इति अस्माकं जिज्ञासा अस्ति चेत् यत्र गन्धः वर्तते तत्सर्वं पृथिवी इति ज्ञातुं शक्यते अग्रे अनेन आधार आदेयभावः प्रदर्शितः गन्धवत्वं गन्धाधिकरणत्वम् इति पृथिव्याः लक्षणम् गन्धवत्वं गन्धः एव इति चेत् अपि गन्धवत्वं पृथिव्याः लक्षणम् अस्तु इति अस्ति सम्यक् इदानीं तत्र धन्यवादः मुरलीमहोदय इदानीं तत्र विशेषणं विशेष्यम् इति करपत्रं समापितम् अत्र परिशिष्टम् इति अग्रे दत्तं तत्र भीकं बहु किमपि अस्ति इदानीं तत्र उपरि यदा अस्माभिः पठितं तत्र समवाय अपि च विशेष इति पदार्थयोः का गतिः इति प्रश्नस्य उत्तरं परिशिष्टम् इत्यत्र दत्तम् इति लिखितम् अत्र यदा महोदयः वर्गः चालितः तदा अत्र परिशिष्टं न पठितं प्रायः सर्वे स्वयमेव पठितुं शक्यते तत्र किञ्चित् जाटिल्यम् अस्ति अतः इदानीं न पठिष्यामः तत्र केवलं पङ्क्तिद्वयमेव पठिष्यामः किमर्थमित्युक्ते तत्र मया उक्तं किल विद्याभगिन्या सः तत्र अस्य अस्मिन् इति मतुप्रत्ययस्य अर्थद्वयं भवति अत्र अस्मिन् इत्येव स्वीकृतम् अस्य इति स्वीकुर्मश्चेत् तत्र का गतिः इति तत्र विद्याभगिनी एव पठतु तत्र परिशिष्टम् इत्यत्र द्वितीय चतुर्थ पञ्च सप्त अष्टमपरिच्छेदः इति अहं चिन्तयामि अग्रे प्रश्नः उदेति इति सर्वे तत्र पश्यन्तु विद्याभगिनी पठतु कृपया महोदय तस्मात् पूर्वं मम एकः प्रश्नः अस्ति अत्र यत् परिशिष्टम् इत्यस्मात् पूर्वं तत्र सर्वं वयं पठितवन्तः परन्तु अत्र आदौ अत्र करपत्रस्य आदौ एकः प्रश्नः आसीत् खलु अत्र घटः अपि विशेषणं घटवत् अपि विशेषणं तस्मिन् विषये अत्र अत्र तत्र निर्णयः कः हा इदानीं तत्र द्वयमपि भवितुमर्हति इत्येव निर्णयः इदानीं गन्धवती पृथिवी अपि च गन्धवत्वं पृथिव्याः लक्षणम् इति वदामश्चेत् तत्र लक्षसिद्धिः भवति एव इति बोधनार्थमेव एतत् सर्वं लिखितम् अत्र हा तत्तु सत्यं परन्तु अत्र गन्धवती पृथ्वी अपि च गन्धवत्वं पृथ्व्याः लक्षणम् इति अस्ति अत्र तु भूतलं घटवत् अपि च घटः भूतले इति अत्र कथं साम्यम् अस्ति इति नावगच्छामि भवत्याः प्रश्नः सम्यक्तया मया नावगतं पुनः मीरु మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు దయచేసి లైన్ లో ఉండండి ద పర్సన్ యు ఆర్ నా అత్ర ప్రశ్న అత్ర ఆదవ ప్రశ్నః అస్తి కలు గటవత్ భూతలం ఇతి అస్తి గటవత్ భూతలం అపిచ గటః భూతలే అస్తి अत्र घटवत् अपि विशेषणं घटः अपि विशेषणम् इति कथम् इति प्रश्नः अस्ति खलु इतरे तत्र अनयोः मध्ये प्रश्नः नास्ति इदानीं घटवत् भूतलम् इति एकं लक्षणम् इति स्वीकुर्मः घटवत्वं भूतलस्य लक्षणम् इति तत्र केवलं चिन्तनार्थं वेदम् अहं तत्र घटवत्वं भूतलस्य लक्षणं यदा कदापि न भवति किन्तु इति एतयोः वाक्ययोः मध्ये एव भेदः घटः भूतले अस्ति अपि च घटवत् भूतलम् इति वाक्ययोः मध्ये भेदः नास्ति किन्तु कयोः वाक्ययोः मध्ये भेदः अस्ति इत्युक्ते घटवत् भूतलं तत्र समानाधिकरणं विद्यते घटवत् इति प्रथमाविभक्तिः एकवचनं भूतलम् इति प्रथमाविभक्तिः एकवचनम् घटवत्वं भूतलस्य लक्षणम् इति वदामश्चेत् तत्र घटवत्वम् इति प्रथमाविभक्तिः भूतलस्य इति षष्ठीविभक्तिः अनयोः मध्ये भेदः कः इति पृष्टे सति तत्र प्रथमवाक्ये घटवद्भूतलम् इत्यत्र आधारादेयभावः सुस्पष्टं न भवति. घटवत् इति पदेन कः बोधः जायते इत्युक्ते घटविशिष्ट कश्चन पदार्थः अस्ति इति एव बोधः जायते. सः पदार्थः कः इत्युक्ते भूतलम् इति वदामश्चेत् एव तत्र ज्ञातुं शक्यते इति कृत्वा तत्र आधारादेयभावः सुस्पष्टः न जायते यदा घटवत् भूतलम् इति वदामश्चेत्. मध्ये ध्वनिः आगच्छति. हा, किन्तु इदानीं घटवत्त्वं भूतलस्य लक्षणम् इति वदामश्चेत् तत्र सर्वे अवगच्छन्तु तत्र घटवत्त्वं भूतलस्य लक्षणम् इति तत्र तटस्थलक्षणरूपेण वक्तुं शक्यते. अस्तु, भवतु. घटवत्त्वं भूतलस्य लक्षणम् इति वदामश्चेत् तत्र आधारादेयभावः सुस्पष्टः भवति. घटवत्त्वं भूतले वर्तते इति आधारादेयभावः सुस्पष्टं भवति इति कृत्वा अनयोः मध्ये तदेव भेदः इति अस्ति. किन्तु द्वयमपि लक्षणत्वेन स्वीकर्तुं शक्यते इति अर्थसमन्वयः कृतः. इदानीमपि भवत्याः प्रश्नः अस्ति वा? तत् सर्वं स्पष्टं महोदय. अत्र तर्हि अत्र उत्तरमस्ति घटवत् अपि विशेषणं, घटः अपि विशेषणम् इति वा? अन्ततो गत्वा. हा, सत्यं. तत्र घटवत् भूतलम् इत्यत्र घटवत् इति अपि विशेषणम्. आम्, घटः अपि विशेषणं, द्वयमपि विशेषणं भवितुम् अर्हति. अतः मूलग्रन्थे घटवती पृथिवी इति सामान्यव्यवहाररीत्या यदुक्तं तदपि समीचीनमेव इति अत्र निरूपितम्. अस्तु अस्तु महोदय, कष्टमस्ति. तत्र पठतु भगिनि, अग्रे प्रश्नः उदेति इति. अपि भगिनी, घटे प्रकारता आसीत् कारणकी घट विशेषणम् आसीत्, भूतले विशेषता अस्ति. किन्तु तत्र प्रकारता वदामश्चेत् तत्र ज्ञानसन्दर्भे एव एतत् सर्वं भवति किल? आमां, तथैव प्रकारता भवति. सत्यं सत्यम्. अस्तु भगिनि, धन्यवादः. अत्र अग्रे प्रश्नः उदेति, यत्र यत्र महोदय अत्र किञ्चित् ध्वनिः अस्ति मम गृहस्य उपरि गृहे, अतः किञ्चित् ध्वनिः भवति. इदानीं ध्वनिः नास्ति, यदा भवती तूष्णीं तिष्ठति तदा एव भवति. ओ अस्तु. अग्रे प्रश्नः उदेति, यत्र यत्र विशेषणविशेषभावः तत्र तत्र आधारादेयभावः इति वा? इत्युक्तौ विशेषणं सदा आदेयम् अथवा आधारः द्वयोर्मध्ये एकः भवति एव इति वा? कुत्रचित् यत्र आधारादेयभावः नास्ति तत्रापि विशेषणत्वम् अर्हति वा? तर्हि अत्र प्रश्नः अस्ति, यत्र यत्र विशेषणविशेषभावः अस्ति तत्र सर्वत्र आधारादेयभावः भवति वा इति प्रश्नः. इत्युक्ते सर्वदा विशेषणं सदा आदेयम् अथवा आधारः द्वयोर्मध्ये एकः भवति वा इति. कुत्रचित् यत्र आधारादेयभावः नास्ति तत्रापि विशेषणत्वम् अर्हति. तर्हि अत्र विशेषणविशेषभावः अस्ति चेत् आधारादेयभावः अस्ति वा इति प्रश्नः. तत्र विशेषणम् आधारः भवति वा आदेयः भवति वा इति अपि प्रश्नः. अपि च विशेषणविशेषभावः यत्र आधारादेयभावः नास्ति तत्रापि विशेषणविशेषभावः भवति वा इति अपि प्रश्नः अस्ति. उत्तरत्वेन चैत्रः इति पुरुषस्य किञ्चित् धनम् अस्ति किन्तु पार्श्वे नास्ति, अपि तु वित्तकोशस्य पेटिकायाम्. अत्र धनं पेटिकायां न तु चैत्रस्य सविधे, अतः आधारादेयभावः नास्ति. किन्तु स्वामित्वभावः अस्ति, अतः मतुप्रत्ययस्य प्रयोगः योग्यः. चैत्रः धनवान्, विशेषणविशेषभावः अस्ति किन्तु आधारादेयभावः नास्ति, यतोहि चैत्रः अत्र धनमन्यत्र. शारीरिकरूपेण यदा धनं पार्श्वे नास्ति तदा आधारादेयभावः नास्ति, किन्तु धनं चैत्रस्य तु अस्ति, आधारादेयभावः धनपेटिकयोः धनं पेटिकायां तदाधारेण कस्यचित् तादृशज्ञानम् अस्ति चेत् विशेषणविशेषभावः अपि अस्ति. स्वत्वस्वामित्वभावः धनचैत्रयोः, अतः तदाधारेण कस्यचित् तादृशज्ञानम् अस्ति चेत् विशेषणविशेषभावः अपि अस्ति, चैत्रः धनवान्. तर्हि अत्र अत्र वाक्यमस्ति चैत्रः धनवान् इति अस्ति, परन्तु चैत्रः इति पुरुषस्य धनं स्वस्य पार्श्वे नास्ति, अपि तु वित्तकोषे अस्ति. तर्हि चैत्रः धनवान् तत्र तु विशेषणविशेषभावः अस्ति, परन्तु धनं चैत्रस्य पार्श्वे नास्ति, वित्तकोषे अस्ति. अतः अत्र आधारादेयभावः नास्ति, यतोहि धनं चैत्रे नास्ति. परन्तु तत्र स्वत्वस्वामित्वभावः अस्ति, यतोहि चैत्रः एव धनस्य स्वामी अस्ति, यद्यपि धनं वित्तकोषे अस्ति. अत्र यतोहि अत्र स्वत्वस्वामित्वभावः अस्ति, अतः मतुप्रत्ययस्य प्रयोगः उचितः. अस्मिन् नास्ति, धनम् अस्मिन् नास्ति, परन्तु अस्य अस्ति इति कृत्वा मतुप्रत्ययस्य प्रयोगः. अत्र अत्र चैत्रः धनवान् अत्र विशेषणविशेषभावः अस्ति, परन्तु आधारादेयभावः नास्ति इति तु स्पष्टम्. यतोहि धनं शारीरिकरूपेण चैत्रे नास्ति, परन्तु तस्य अस्ति. एवम् अस्तु. आधारादेयभावः धनपेटिकयोः, यतोहि अत्र धनं वित्तकोषे अस्ति, तर्हि अत्र पेटिकायाम् अस्ति इति कृत्वा तत्र आदेयता अधिकरणता पेटिकायाम् अस्ति, आदेयता धने अस्ति. तत्र वित्तकोषे तत्र पेटिकयोः अपि च धनपेटिकयोः आधारादेयभावः अस्ति. तदाधारेण अत्र तस्य आधारेण अत्र स्वत्वस्वामित्वभावेन अत्र विशेषणविशेषभावः अपि भवितुमर्हति. स्वत्वस्वामित्वभावः धनचैत्रयोः, अतः तदाधारेण अत्र विशेषणविशेषभावः अपि अस्ति, चैत्रः धनवान् इति. अत्र स्वत्वस्वामित्वभावेन अस्य अस्ति इत्यस्य आधारेण विशेषणविशेषभावः अस्ति, न तु आधारादेयभावः इति अस्ति. तत्र इदानीं वित्तकोषे धनमस्ति, कस्य धनम् एतत् इति प्रश्नस्य उत्तरं भवति कश्चन पुरुषस्य इति. इदानीं रामः इति स्वीकुर्मश्चेत् रामस्य धनमस्ति, किन्तु रामे इदानीं तत्र धनं कुत्र अस्ति? वित्तकोषे अस्ति, न तु रामे इति कृत्वा तत्र आधारादेयभावः नास्ति, किन्तु विशेषणविशेष्यभावः अस्ति. रामस्य धनम् इति कृत्वा तत्र रामे धनमस्ति, किन्तु साक्षात् स्वस्मिन् नास्ति, किन्तु वित्तकोषे अस्ति इति कृत्वा, यद्यपि वित्तकोषे धनमस्ति, रामस्य धनमस्ति, तथापि रामः धनवान् एव. किन्तु इदानीं तत्र मतुप्रत्ययं केन आधारेण योजितम् इति चेत् तत्र अस्मिन् अस्ति इति नास्ति, अस्य अस्ति इति अर्थे योजितम् इति कृत्वा तत्र मतुप्रत्ययस्य द्वैविध्यं भवति. अस्य अस्ति इत्यर्थे मतुप्रत्ययः भवितुमर्हति. रामस्य धनम् इति तत्र धनवान् इति वदनेन तत्र रामस्य धनम् इति अर्थबोधः अपि जायते. पुनः रामे धनम्, इदानीं प्रायः लक्ष्मणस्य धनं भवितुमर्हति, किन्तु रामे अस्ति, रामस्य धनं नास्ति. यद्धनं रामे अस्ति तद् रामस्य धनं नास्ति, लक्ष्मणस्य धनं. किन्तु इदानीं रामे साक्षात् शारीरिकरूपेण धनम् अस्ति इति कृत्वा तत्रापि मतुप्रत्ययं योजयितुं शक्यते. अतः इदानीं तत्र रामे साक्षात् धनमस्ति इति कृत्वा रामः धनवान् इति वक्तुं शक्यते इति अनयोः मध्ये भेदः अस्ति. तत्र आदरादेयभावः अस्ति इति कृत्वा तत्र किञ्चित् भेदः, तत्र मतुप्रत्ययस्य उपयोगे द्वैविध्यम् अस्ति इति प्रदर्शनार्थम् अत्र दत्तमस्ति. अस्तु, इति विशेषणविशेष्यभावः इति करपत्रम् अस्माभिः, विशेषणं विशेष्यम् इति करपत्रम् अस्माभिः समापितम्. इदानीं पुनः तत्र विद्याधरीं प्रति गच्छामः. तत्र चत्वारिंशत्तमपुटे गन्धवती पृथिवी, गन्धवत्वं पृथिवी लक्षणम् इत्यनयोः भेदनिरूपणम् इति आरभ्य वयम् अत्र आगतवन्तः. तत्र वयं किं कुर्मः इदानीं तत्र एकचत्वारिंशत्तमपुटे गच्छामः, तत्र तथा च शासनावत्वम् इत्यनेन शासना इति अस्ति किल, ततः पठामः. विजी भगिनी पठति वा तथा च एकचत्वारिंशत्तमपुटे? आं महोदय. तथा च शास्त्रावत्वम् इत्यनेन शास्त्रा, गन्धवत्वम् इत्यनेन गन्धः, शीतस्पर्शवत्वम् इत्यनेन शीतस्पर्शः बोध्यते. अतः आधाराधेयभावः, धर्मधर्मीभावः सुस्पष्टः भवति. इदम् एव शास्त्रे तटस्थलक्षण इत्युच्यते. अत एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवत्यं वायोर्लक्षणम् इति गन्धकारैः व्याख्यायते. इत्यस्मिन् विषये किञ्चित् वदतु भगिनि. शास्त्रावत्वम् इत्यनेन शास्त्रा, गन्धवत्वम् इत्यनेन गन्धः, गोः लक्षणं बोधितेन शास्त्रावत्वम् इत्यनेन शास्त्रा, गन्धवत्वम् इत्यनेन गन्धः. वयं दृष्टवन्तः अपि घटः घटवत्वं समानस्तरे अस्ति इति. तादृशमेव शास्त्रावत्वम् इति शास्त्रा, गन्धवत्वम् इति शब्देन गन्धः, शीतस्पर्शवत्वम् इति शब्देन शीतस्पर्शः बोध्यते. साधु वा? तत्र उपरि अस्ति किल, तत्र प्रायः इदानीं तत्र बहुकालानन्तरं पुनः अत्र आगतः इति कृत्वा उपरि पश्यति चेत् गन्धः योग गन्धयोगः मतुप्योगः त्व गन्धवत्त्वम् इत्युक्ते गन्धः एव. एकस्मिन् पक्षे गन्धः इति स्वीक्रियते इति अस्माभिः इदानीमेव अधीतम्. अतः एवमेव शीतस्पर्शयोगः मतुप्योगः त्व किं भवति? शीतस्पर्शवत्वम् इत्युक्ते किं? शीतस्पर्शः एव. एवमेव शासनामत्वम् इत्युक्ते शासना एव इति बोध्यते. अस्तु अग्रे. अतः आधाराधेयभावः, धर्मधर्मीभावः स्पष्टः भवति. इदम् एव शास्त्रे तटस्थलक्षणम् इति उच्यते. तटस्थलम् इत्युक्ते शास्त्रावत्त्वं द्वयोपि एकस्तरे वर्तते इति कारणेन वा महोदय तटस्थलक्षणम् इत्युक्ते? हा, तत्र तटस्थलक्षणम् इत्युक्ते आङ्ग्लभाषायां वदामश्चेत् प्रापर्टि विच् इस् डिस्टिङ्क्ट् फ्रम् द नेचर् आफ् दि बाडि अण्ड् येट् बै विच् इट् इस् नोन्. प्रापर्टि विच् इस् डिस्टिङ्क्ट् फ्रम् द नेचर् आफ् दि बाडि अण्ड् येट् बै विच् इट् इस् नोन्. इदानीं तत्र नदी स्वीकुर्मः. नदी तटेन एव वयं जानीमः. नदी कुत्र वर्तते? तटयोः मध्ये एव वर्तते. तटमित्युक्ते जानाति किल, रिवर् बेङ्क्. तत्र उभयत्र तत्र तटं तटे वर्तेत. हा, एकनिमिषं, तत्र प्रतिध्वनिः आगच्छति किञ्चित्. सम्यक्, धन्यवादः. इदानीं तत्र तटेन एव नदीं जानीमः. तटं विना नदी न भवत्येव. इदानीं तत्र तटं नास्ति इति चिन्तयतु. कथं वा एतद् नदी, एषा एव नदी इति कथं वा वक्तुं शक्यते? अतः तटस्य आवश्यकता अस्ति, किन्तु तटं नदी इत्यस्मिन् अर्थे अन्तर्भूतः भवति वा? न भवति. तटं तु भिन्नमस्ति, नदी तु भिन्नमस्ति. यत्र जलं वहति तदेव नदी. इदानीं तटे जलं न वहति इति कृत्वा तत्र तटं विना, तत्र तटं तु नदी इत्यस्मिन् अन्तर्भूतं नास्ति. प्रापर्टि तटम् इति प्रापर्टि विच् इस् डिस्टिङ्क् फ्रम् द नेचर् आफ् द बाडि. बाडि इत्युक्ते अत्र नदी इति अस्ति. तटं तु नदी नास्ति. नद्याः बहिः अस्ति तटं, किन्तु नदी किम् इति ज्ञानार्थं तत्र तटस्य आवश्यकता अस्ति इति कृत्वा यत्र यत्र नदी तत्र तत्र तटमपि अस्ति. पृथक् कर्तुं न शक्यते, किन्तु तटं नदी नास्ति इति कृत्वा तत्र तटं नद्याः तटस्थलक्षणं भवति इति वदन्ति. तत्र तदेव अर्थः, तटस्थलक्षणम् इत्यस्य अर्थः एवमेव. तत्र यत्र यत्र तत्र तटस्थलक्षणं, तत्र लक्षणं लक्ष्यस्य अन्तर्भूतं न भवति. लक्ष्यस्य एकः भागः न यदा कदापि भवति, किन्तु यत्र यत्र लक्ष्यं वर्तते तत्र तत्र लक्षणं वर्तते इति कृत्वा इदानीं लक्षणं भिन्नः, तटं भिन्नः, तटं भिन्नं, नदी भिन्ना, लक्ष्या भिन्ना अस्ति. तथापि ते तत्र सर्वदा सङ्गच्छत्येव. एकं विना अन्यत् यदा कदापि न भवितुमर्हति. एकं विना तत्र तटं विना नद्याः बोधः एव न जायते इति कृत्वा तटः, तटं नद्याः तटस्थलक्षणं भवति इति तदेव तटस्थलक्षणम् इति नैयायिकाः कथ्यन्ते. अस्तु, अग्रे भगिनि. सास्ना विना गोः लक्षणं वक्तुं न शक्यते इति वा? हा, सास्ना सा तत्र सास्ना इति कश्चन त्वक् विशेषं तत्र कण्ठे दृश्यते, किन्तु तत्र सास्ना इत्युक्ते गो वा? नास्ति. सास्ना इति कश्चन त्वक् विशेषणमस्ति. सास्ना गो नास्ति, किन्तु सास्ना विना यदा कदापि गो न भवति इति कृत्वा सास्ना एव गोः लक्षणं भवति इति तदेव गोः गोः इति प्रयोगः सम्यक् वा? गोः तत्र षष्ठी गोः लक्षणं भवति. अस्तु, अत एव रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्यं रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणं. वायोः लक्षणमपि तादृशमेव रूपरहितत्वे सति. तत्र दलद्वयं वर्तते, तत्र रूपरहितत्वे सति. अत्र पश्यतु, अनयोः मध्ये कः भेदः? इदानीं रूपरहितस्पर्शवान् वायुः इति सङ्ग्रहवाक्ये इत्युक्ते तर्कसङ्ग्रहः इति मूलग्रन्थे कथं वा निर्मितं रूपरहितस्पर्शवान् वायुः इति दत्तं, यथा गन्धवती पृथिवी इति दत्तं. विभक्ति हा, तत्र समानादिकनं कृत्वा रूपरहितस्पर्शवान् वायुः इति मतु प्रत्ययम् उपयुज्य तत्र लक्षणं दत्तं. किन्तु यदा तादृशं वदामश्चेत् तत्र आधारादेभावः सुस्पष्टः न जायते इति कृत्वा हा, तत्र पश्यतु रूपरहितत्वम् इति किल, रूपरहितत्वं तस्मिन् रूपरहितत्वे इति तत्र भावप्रत्ययः योजितः अस्ति. रूपरहितत्वे सति स्पर्शवत्वम् अत्रापि मतुप्रत्ययं योजयित्वा तदनन्तरं भावप्रत्ययं योजयित्वा दत्तं स्पर्शवत् कः वायु स्पर्शवान् कः वायुः एव स्पर्शवत्वम् इति वदनेन तत्र धर्मः बोधः भवति अतः स्पर्शवत्वं वायोः लक्षणम् इति ग्रन्थकारैः व्याख्यायते तत्र यदा व्याख्यानं करोति तर्कसङ्ग्रहस्य व्याख्यानं करोति तदा एतादृशं धर्मं स्वीकृत्य वदति किमर्थं धर्मं स्वीकृत्य वदति इत्युक्ते तत्र आधारादेयभावः सम्यक्तया ज्ञातुं शक्यते इति कृत्वा एतादृशं वदति एतादृशं वदामश्चेदेव तत् तटस्थलक्षणं भवितुम् अर्हति यत्र आधारादेयभावः सुस्पष्टः ज्ञायते तदेव तटस्थलक्षणम् इति वदामः इदानीं रूपरहितस्पर्शवान् वायुः इत्यत्र आधारादेयभावः न ज्ञायते अतः एतद्वाक्यं तटस्थलक्षणरूपेण न स्वीकर्तुं शक्यते इत्युक्ते किं वाक्यं तटस्थलक्षणरूपेण स्वीकर्तुं शक्यते इति चेत् तत्र त्वप्रत्ययं योजयित्वा रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षणम् इति वदामश्चेत् तत्र आधारादेयभावः सुस्पष्टः ज्ञायते इति कृत्वा तदेव तटस्थलक्षणम् इति वक्तुं शक्यते रूपरहितत्वम् आधारः स्पर्शत्वम् आदेयः न अस्तु तत्र अत्र आदेयद्वयमस्ति रूपरहितत्वं यदा तत्र त्वप्रत्ययं योजयामश्चेत् तत्र सर्वदा आदेयः एव भवति त्व इति त्वप्रत्ययस्य योजनेन किं बोधितं धर्मः एव बोधितं किल धर्मः सर्वदा आदेयः एव भवति धर्मी एव आधारः भवति इदानीम् अत्र आदेयद्वयमस्ति रूपरहितत्वम् इति एकम् आदेयम् एकः धर्मः स्पर्शवत्वम् इति द्वितीयम् आदेयं द्वयमपि वायोः लक्षणम् इदानीम् आधारः कः वायुः एव आधारः अस्मिन् वायौ रूपरहितत्वम् इति आदेयमस्ति स्पर्शवत्वम् इति अपि आदेयमस्ति द्वयमपि आदेयं तत्र अग्रे आयास्यति दलसार्थक्यं स्पष्टीकरणार्थं दत्तं तत्र द्वयमपि आवश्यकम् स्पष्टीकरणार्थं रूपरहितत्वम् इति दत्तं वा हा अत्र पश्यतु केवलम् इदानीं रूपरहितत्वम् इति एव वायोः लक्षणम् इति स्वीकुर्मश्चेत् तत्र रूपरहितत्वं नवसु द्रव्येषु कस्य भवती भगिनी वदतु पृथिव्यां रूपमस्ति वा गन्धवती पृथ्वी न पृथिव्यां रूपमस्ति वा अस्ति तत्र पृथिव्यां सर्वे अस्ति अपां रूपमस्ति वा अस्ति तेजसि रूपमस्ति वा अस्ति वायौ रूपमस्ति वा नास्ति अतः वायौ रूपरहितत्वम् अस्ति इदानीम् आकाशे रूपमस्ति वा नास्ति हा अतः इदानीम् आकाशः अपि आकाशे अपि रूपरहितत्वमस्ति वायौ अपि रूपरहितत्वमस्ति इति कृत्वा केवलं रूपरहितत्वमेव स्वीकुर्मश्चेत् लक्षणरूपेण तत्र कः दोषः भवति अतिव्याप्ति सत्यं बहु सम्यक् भगिनि अतिव्याप्तिदोषः भवति इति कृत्वा तत्र केवलं रूपरहितत्वम् इति एकमेव आदेयः स्वीकुर्मश्चेत् तत्र अतिव्याप्तिदोषः आकाशे अपि च आत्मनि काले दिशि सर्वत्र भवति इति कृत्वा तत्र रूपरहितत्वम् इति एकम् आदेयं स्वीकृतं पुनः स्पर्शवत्वम् इति आदेयं स्वीकृतम् इदानीं केवलं स्पर्शवत्वम् एव आदेयत्वेन स्वीकुर्मश्चेत् स्पर्शवत्वं तत्र पृथिवी स्प्रष्टुं शक्यते, आपः अपि स्प्रष्टुं शक्यते, तेजः अपि स्प्रष्टुं शक्यते. यदा स्पृशामश्चेत् तत्र दाहनक्रिया भवति, किन्तु तथापि स्प्रष्टुं शक्यत्येव. वायुः स्प्रष्टुं शक्यते इति कृत्वा केवलं स्पर्शवत्वम् एव वायोः लक्षणम् इति स्वीकुर्मश्चेत् तत्र अतिव्याप्तिः पृथिव्याम् अपाम् अपि च तैजसि भवति इति कृत्वा तत्र दलद्वयम् आदेयद्वयम् आवश्यकं भवति. इदानीं रूपरहितत्वे सति स्पर्शवत्वम् इति वदामश्चेत् तत्र केवलं वायोः एव लक्षणम् आपतति इति कृत्वा रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति ग्रन्थकारैः व्याख्यायते इति अस्ति. अत्र एतावत्पर्यन्तं किमपि सन्देहः वर्तन्ते वा? शोणं महोदय, हा वदतु महोदय. तत्लक्षणम् अथवा विशेषलक्षण स्वरूपलक्षणं तयोर्मध्ये एक उदाहरणम् अस्ति. वेदान्तशास्त्र अथवा तर्कशास्त्रे भेदम् अस्ति वा? आमामाम्. इदानीम् अत्र पश्यतु, इदानीं साष्णा साष्णावती गौः इति न्यायशास्त्रे उक्तं, किन्तु तद् तटस्थलक्षणम् इति स्वीकृतं न्यायशास्त्रे. यद्यपि साष्णा अन्यत्र यत्र कुत्रापि न भवति, केवलं गोः एव भवति, तथापि साष्णा भिन्नं तत्र गोभिन्नं गोभिन्ना इति कृत्वा तत्र तटस्थलक्षणत्वेन स्वीकृतम्. इदानीं तत्र स्वरूपलक्षणमिति भिन्नवार्ता अस्ति, अत्र मास्तु. अत्र वेदान्तविषये तत् विषयान्तरमस्ति, अपि च विषयान्तरमस्ति इति कृत्वा अत्र मास्तु. इदानीं तत्र भ्रमः तत्र वेदान्तविषये का नदी तत् प्रश्नः तटस्थलक्षणस्वरूप उदाहरणे यत्र वृक्षः अस्ति दूरे दृश्यन्ते तदेव नदी वहति इति वदामः. तलसर्षणं भवति, स्वरूपलक्षणं साक्षात् दर्शनस्य नदीं दर्शनमेव दर्शन स्वरूपलक्षणं न स्वरूप नद्याः दर्शनं स्वरूपलक्षणं यदा कदापि न भवति. अतः एव मया उक्तम्, इदानीं स्वरूपलक्षणस्य विषये चिन्ता मास्तु. किमर्थम् इत्युक्ते तद्विषयान्तरमस्ति. यदि इदानीं अस्मिन् विषये अहं वदामि चेत् तर्कशास्त्रे इदानीं तर्कशास्त्रे अस्माकं विषये अस्माकं प्रकृतविषयः तटस्थलक्षणमिति, तस्मिन् विषये एव अस्माकं चर्चा भवतु. आमां स्वरूपलक्षणं इदानीं विषयान्तरमस्ति ओ इति कृत्वा अत्र मास्तु कृपया. महोदय, वदतु भगिनि. सास्ना एकः भागः अस्ति गोः, परन्तु ततः नद्याः भागः नास्ति किल? आम्, किन्तु इदानीं तत्र पश्यतु, इदानीं सम्यक् प्रश्नः तु समीचीनः. कथं वा समीचीनम् इति चेत्, कपालः घटस्य अवयवः किल? भगिनी अस्ति वा? महोदय, कपालः घटस्य अवयवः, किन्तु घटं भिन्नं कपालः भिन्नं. घटम् इति कार्यं, घटः इति कार्यं, कपालमिति कारणम् इति नैयायिकानां मतानुसारम्. एवमेव साष्णा इति अवयवः अवयवी गोः अस्ति, अवयवी गौः अस्ति, तथापि साष्णा इति भिन्नवस्तु अस्ति, गोः इति भिन्नवस्तु अस्ति. अनयोः मध्ये अवयव अवयविसम्बन्धः अस्ति, समवायसम्बन्धेन साष्णा गवी वर्तते. साष्णा समवायसम्बन्धेन गवी वर्तते इति कृत्वा नैयायिका मतानुसारं तत्र तटस्थलक्षणमेव तटस्थलक्षणमेव भवितुम् अर्हति. इदानीं साष्णा यदा तटं विना नदीं नदी यदा कदापि न भवति तदा साष्णा विना साष्णा साष्णेन विना इति वक्तव्यं. तत्र तृतीया विना उपयोगं कुर्मश्चेत् तत्र तृतीया उपपदविभक्तिः भवति. अतः साष्णेन विना गौः यदा कदापि न भवति. सास्नया विना खलु. ओ सास्नया इति वा. ओ सास्नादि स्त्रीलिङ्गं. सम्यक्, धन्यवादः भगिनी. सास्नया विना गौः यदा कदापि न भवति. यथा तटं विना नदी यदा कदापि न भवति तथा सास्नया विना गौः यदा कदापि न भवति. तथापि तथापि सास्ना इति भिन्नं तद् अवयवम् अस्ति. गौः इति भिन्ना तत् अवयवी अस्ति इति कृत्वा सास्ना गौः गोः लक्षणं भवितुम् अर्हति इति नैयायिकानां मतम्. अस्माकं लौकिकव्यवहारे सास्ना इत्युक्ते गोः एकः भागः इति कृत्वा अनयोः मध्ये तत्र वैपरीत्यं नास्ति इति वदामः. किन्तु नैयायिकानां मतानुसारं तत्र वैपरीत्यम् अस्ति एव. कपालः भिन्नः घटः भिन्नः. कपालः घटस्य कारणं भवति, घटः कपालेन निर्मितं भवति इति तेषां तेषां मतमस्ति. अस्तु, समयः जातः. अग्रिमसप्ताहे इतोपि सर्तुं शक्यते. सर्वेषां नमस्कारः, धन्यवादश्च. नमस्कारः.